पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 53 सुकलोवाच एवं धर्मं श्रुतं पूर्वं पुराणेषु तदा मया पदिहीना कथं भोगं करिष्ये पापनिश्चया कान्तेन तु विनादेन जीवं कायेन धारये विष्णुरुवाच एवमुक्त्वा परं धर्मं पतिव्रतमनुत्तमं तास्तु सख्यो वरानार्यो हर्षेण महतान्विताः श्रुत्वा धर्मं परं पुण्यं नारीणां गदिदायकम् स्तुवन्ति तां महाभागां सुकलां धर्मवत्सलां ब्राह्मणाश्च सुराः सर्वे पुण्यस्त्रियो नरोत्तमः तस्याध्यानं प्रकुर्वन्ति पदिकामप्रभावतः अत्यर्थं दृढदामिन्द्र सुर्विचिन्त्य सुरेश्वरः सुकलायाः परं भावं सुविचार्यामरेश्वरः चालये धैर्यमास्याश्च पदिस्नेहं न संशयः सस्मारमन्मथं देवं त्वरमाणः सुराधिपः पुष्पचापं स सङ्गृह्य मीनके दुःसमागतः प्रियया च तया युक्तो रत्या दृष्टमहाबलः बद्धाञ्जलिपुडो भूत्वा सहस्राक्षमुवाच सः कस्मादहं त्वया नाथ अधुना संस्मृतो विभो आदेशो दीयतां मेद्य सर्वभावेन मानद इन्द्र उवाच सुकलेयं महाभागा पतिव्रतपरायणा शृणुष्व कामदेवत्वं कुरु साहाय्यमुत्तमम् निर्कर्षय महाभागां सुकलां पुण्यमङ्गलां तच्छ्रुत्वा वचनं तस्य शक्रस्य तमदाब्रवीद एवमस्तु सहस्राक्ष करिष्यामि न संशयः साहाय्यं देवदेवेश तव कौतुककारणात् एवमुक्त्वा महातेजाकं दर्पो मुनिदुर्जयः देवाञ्जेतुं समर्थोऽहं स मुनी नृषिसत्तमान् किं पुनः कामिनीं देव यस्या अङ्गेन वै बलं कामिनीनामहं देव अङ्गेषु निवसाम्यहम् बाले कुचेषु नेत्रेषु कजाग्रेषु च सर्वदा नाभौ कट्यां पृष्ठदेशे जखने योनिमण्डले अधरे दन्तभागेषु कक्षायां हि न संशयः अङ्गेष्वेवं प्रत्यङ्गेषु सर्वत्र निवसाम्यहम् नारी मम गृहं देव सदा तत्र वसाम्यहं ततस्तः पुरुषान् सर्वान् मारयामि न संशयः स्वभावेन बलादेव संतप्ता मम मार्गणैः पितरं मातरं दृष्ट्वा अन्यं स्वजनबान्धवम् सुरूपं सगुणं देव मम बाणा कदा सदि चलते नात्र सन्देहो विपाकं नैव चिन्तयेद् यो निष्पन्देद नारीणां स्तनाग्रौ च सुरेश्वर नास्ति धैर्यं सुरेशान सुकलां नाशयाम्यहम्। इन्द्र उवाच पुरुषोऽहं भविष्यामि रूपवान् गुणवान् धनी कौतुकार्थमिमां नारीं चालयामि मनोभव नैव कामान्न सन्त्रासान्न वा लोभान्न कारणाद न वै मोहान्न वै क्रोधात् सत्यं सत्यं रतिप्रिय कथं मे दृश्यते तस्य महत्सत्यं पतिव्रतं निष्कर्षिष्य इतो गत्वा भवन् मोहोऽत्र कारणम् एवं कामं च सन्दिश्य जगाम सुररात् स्वयम् आत्मविकृतिसम्भूतो रूपवान् गुणवान् स्वयं सर्वाभरण शोभाङ्गः सर्वभोगसमन्वितः भोगलीलासमाकीर्णः सर्वदौदार्य संयुधः यत्र सा तिष्ठते देवी कृकलस्य प्रिया नृप आत्मलीलां स्वरूपं च गुणं भावं प्रदर्शयेद नैव पश्यति सा तं तु पुरुषं रूपसम्पदं यत्र यत्र व्रजेत् सा हि तत्र तां पश्यते नृप साभिलाषेण मनसा तामेवं परिपश्यति कामचेष्टां सहस्राक्षो दर्शयत् सर्वभावकैः चतुष्पथे पथे तीर्थे यत्र देवी प्रयाति सा तत्र तत्र सहस्राक्षस्तामेव परिपश्यति इन्द्रेण प्रेषिता दूती सुकलां प्रतिसागदा सुकलां सुमहाभागां प्रत्युवाच प्रहस्य वै अहो सत्यमहो धैर्यमहो कान्तिरहो क्षमा अस्यारूपेण संसारे नास्ति नारी वरानना का त्वं भवसि कल्याणी कस्य भार्या भविष्यसि यस्य त्वं सगुणा भार्या स धन्यः पुण्यभाग्भुवि तस्यास्तु वचनं श्रुत्वा तामो वाच मनस्विनी वैश्यजात्यां समुत्पन्नो धर्मात्मा सत्यवत्सलः तस्याहं हि प्रिया भार्या सत्यसन्धस्य धीमदः कृकलस्यापि वैश्यस्य सत्यमेव वदामि ते मम भर्ता स धर्मात्मा तीर्थयात्रां गदसुधीः तस्मिन् गदे महाभागे मम भर्तरि सम्प्रति अधिक्रान्ताशृणुष्वत्वं त्रयश्चैवापि वत्सराः ततोऽहं दुःखिता जादा विना तेन महात्मना यदत्ते सर्वमाख्यातमात्मवृत्तान्तमेव ते भवती पृच्छदे मां का भविष्यदि वदस्व मे सुकलाया वच श्रुत्वा दूत्या आभाषितं पुनः मामेवं पृच्छसे भद्रे तक्ते सर्वं वदाम्यहम् अहं तवान्तिकं प्राप्ता कार्यार्थं वरवर्णिनि श्रूयतामभिदास्यामि श्रुत्वा चैवावधार्यताम् गदस्ते निर्घृणो भर्ता त्वां त्यक्त्वादु वरानने किं करिष्यसि तेनाभि प्रिया खादकरेण च यस्त्वां त्यक्त्वा गदः पापी साध्व्याचारसमन्विताम् किं वा सदे गतो बाले तत्र जीवति वै मृदः किं करिष्यति तेनैवं भवती खिद्यते वृथा कस्मान्नाशयते चाङ्गं दिव्यं हेमसमप्रभम् बाल्ये वयसि सम्प्राप्ते मानवो न च विन्दति एकं सुखं महाभागे बालक्रीडां विना शुभे वार्तके दुःखसम्प्राप्तिर्जराकायं प्रहिंसयेद तारुण्ये भुज्यते भोगसुखा सर्वोवरानने यावत्तिष्ठति तारुण्यं तावद्भुञ्जति मानवाः सुखभोगादिकं सर्वं स्वेच्छया रमदे नरः यावत्तिष्ठति तारुण्यं तावद्भोगान् प्रभुञ्जते वयस्यपि गदे भद्रे तारुण्ये किं करिष्यति सम्प्राप्ते वार्धके देवि किञ्चित् कार्यं न सिद्ध्यति स्तवीरश्चिन्तये नित्यं सुखकार्यं न गच्छति वयस्यपि गदे बाले क्रियते सेतुबन्धनं तादृशोऽयं भवेत् कायस्तारुण्ये तु गदे शुभे तस्माद्भुङ्क्ष्व सुखेनापि पिबस्व मधुमाधवीं कामा बाणा दहं त्यङ्गं तवे मे चारुलोचने अयमेकसमायादः पुरुषो रूपवान् गुणी अयं हि पुरुषव्याघ्रः सर्वज्ञो गुणवान्धनी तवार्थे नित्यसंयुक्तस्नेहेन वरवर्णिनि सुकलोवाच बाल्यं नास्त्यपि जीवस्य तारुण्यं नास्ति जीविते वृद्धत्वं नास्ति चैवास्य स्वयं सिद्धः सुसिद्धिदः अमरो निर्जरो व्यापी सुसिद्धः सर्ववित्तमः अकामः कामदो लोके आत्मरूपेण वर्तते यथा गेहस्य संस्थानं तथा कायस्य दृश्यते यथा वार्धनिकायस्तथा सूत्रेण मन्दिरम् अनेककाष्ठसङ्घादैर्नाना दारुसमुच्चयैः मृत्तिकयोदकेनापि समन्तात् परिणामयेद लिपितं लेपकैः काष्ठं चित्रं भवति चित्रकैः प्रथमं रूपमायादि गृहं सूत्रेण सूत्रितं पुष्णन्ति च स्वयं तत्तु लेपनाद्वै दिने दिने वायुनान्दोलितं नित्यं गृह्यं च मलिनायदे मध्यमो वर्तुधकालो गृहस्य परिगध्यते रूपहानिर्भवेत्तस्य गृहस्वामी विलेपयेद स्वेच्छया च गृहस्वामी रूपवत्त्वं नयेद्गृहं तारुण्यं तस्य देहस्य दूदिके परिगध्यते काष्ठसङ्घैश्च जीर्णत्वं बहुकालैः प्रयाति सः स्थानभ्रष्टा प्रजायन्ते मूलाग्रे प्रचलन्ति ते न सहेल्लेपनाभारमाधारेण प्रतिष्ठति यद्गृहस्य वार्थक्यं कथितं शृणुदूदिके पदमानं गृहं दृष्ट्वा गृहस्वामी परित्यजेद गृहमन्यं प्रवेशाय प्रयात्येव हि सत्वरं तथा बाल्यं च तारुण्यं नृणां वृद्धत्वमेव च स बाल्ये बालरूपश्च ज्ञानहीनं प्रकारयेद चित्रये कायमेवापि वस्त्रालङ्कारभूषणैः लेपनैश्चन्दनैश्चान्यैस्ताम्बूलप्रभवादिभिः कायस्तरुणदां यादि अधिरूपो विजायते बाह्याभ्यन्तरमेवापि रसै सर्वै प्रपोषयेद तेन पोषणभावेन परिपुष्टप्रजायते जायते मांसवृद्धिस्तु रसैश्चापि नवोत्तमा यान्ति विस्तरदां राजन्नङ्गान्याप्यायितान्यपि प्रत्यङ्गानि रसैश्चैव स्वं स्वं रूपं प्रयान्ति वै दन्ताधरौ स्तनौ बाहु कडिपृष्ठमुरू उभे हस्तपादतलौ तद्वद्वृद्धित्वं प्रदिपेदिरे उभाभ्यामपि तान्येव वृद्धिमायान्ति तानि वै अङ्गानि रसमांसाभ्यां सुरूपाणि भवन्ति ते तैः स्वरूपैर्भवेन्मर्त्यो रसबद्धश्च दूधिके सुरूपकथ्यते मर्त्यो लोके केन प्रियो भवेद् विष्ठामूत्रस्य वै कोशकाय येष च दूधिके अपवित्रशरीरोऽयं सदा स्रवति निर्घृणः तस्य किं वर्ण्यते रूपं जल बुधवच्छुभे यावत् पञ्चाशद्वर्षाणि तावत् तिष्ठति वै दृढः पश्चाच्च जायते हानिस्तस्यैवापि दिने दिने दन्ताशिथिलदां यान्ति तथा लालायते मुखं चक्षुर्भ्यामपि पश्येन्न कर्णाभ्यां न शृणोति च गतिं कर्तुं न शक्नोति हस्तपादैश्च दूदिगे अक्षमो जायते कायो जराकालेन पीडितः तद्रसशोषमायादि जराग्नितापशोषितः अक्षमो जायते दूदिकेन रूपत्वमिष्यते यथा जीर्णं गृहं व्याधि क्षयमेवं न संशयः तथा संक्षयमायादि वार्धके दुकले वरं मम रूपं समायादं वर्णस्येवं दिने दिने केनाहं रूपसंयुक्ता केन रूपत्वमिष्यते यथा जीर्णं गृहं व्याधि केनासौ पुरुषो बलि यस्यार्थमागदा दूदि भवति केन शंसति किमु चैव त्वया दृष्टं ममाङ्गे वदसाम्प्रतं तस्याङ्गादिहहीनं च दूदि नास्त्यधिकं तथा यथा त्वं च तथा सौ वै तथाहं नात्र संशयः कस्य रूपं न विद्येत रूपवान् नास्ति भूतले उच्छ्राया पदनां ताश्च नगास्तु गिरयः शुभे कालेन पीडिता यान्ति तद्वद्भूताश्च नान्यथा अरूपो रूपवान् दिव्य आत्मा सर्वगतशुचिः स्थावरेष्वेव सर्वेषु जङ्गमेषु च दूदिगे येको निवसदे शुद्धो खडेष्वेकं यथोदकं खडनाशात् प्रयात्येकमेकत्वं त्वं न बुध्यसे पीडनाशादयं चात्मा एकरूपो विजायते एकं रूपं मया दृष्टं संसारे वसदा सदा एवं वदस्वतं ज्ञात्वा यस्यार्थमिह चागदा दर्शयस्व अपूर्वं मे यदि भोक्तुमिहेच्छसि व्याधिना पीड्यमानस्य कफेनापि वृतस्य च अङ्गाद्विचलदे शोणस्थानभ्रष्टोऽभिजायते अङ्गसन्धिषु सर्वासु फलत्वं चां तरं गतः एकदो नाशमायादिस्वं हि रूपं परित्यजेद विष्ठात्वं जायते शीघ्रं कृमिभिश्च भवेत् किल तद्वद्दुःखकरं वापि निजरूपं परित्यजेद श्रूयतां जायते पश्चात् कृमिदुर्गन्धसङ्कुलं जायन्ते तत्र वै यूकाकृमयो वानसंशयः स कृमिकुरुदे स्फोटं कण्डूं च परिधारुणां व्यथामुत्पादयेद्यूका सर्वाङ्गं परिचालयेत् नखाग्रैर्कृष्यमाणा सा कण्डूशान्ता प्रजायते तद्वत्तैश्च शृणुष्वैव सुरतस्य न संशयः भुञ्चत्येव रसान्मर्त्यः सुभिक्षान् पिबदे पुनः वायुना तेन प्राणेन पाकस्थानं प्रणीयते यद्भक्तं प्राणिभिर्दूदि पाकस्थानं गतं पुनः सर्वं तत्पिहितं तत्र वायुर्वै पादयेन्मलम् सारभूतो रसस्तत्र तद्रक्तश्च प्रजायते निर्मलशुद्धवीर्यस्तु ब्रह्मस्थानं प्रयाति च आकृष्टः स समानेन निदस्तेनापि वायुना स्थानं न लभते वीर्यं चञ्चलत्वेन वर्तते प्राणिनां हि कपालेषु कृमयः सन्ति पञ्च वै द्वावेदौ कर्णमूले तु नेत्रस्थाने ततः पुनः कनिष्ठाङ्गुलिमानेन रक्तपुच्छाश्च दूदिके नवनीतस्य वर्णेन कृष्णपुच्छान संशयः तेषां नामापि भद्रे त्वं मत्तो निगदितं शृणु पिङ्गली शृङ्गली नाम द्वौ कृमी कर्णमूलयोः चपलः पिप्पलश्चैव द्वावेतौ नासिकाग्रयोः शृङ्गली जङ्गली चान्यौ नेत्रयोरन्तरस्थितौ कृमीणां शतपञ्चाशत्तादृग्भूतानसंशयः बालान्ते वस्तिदा सर्वे राजिकाया प्रमाणतः कपालरोगिणः सर्वे विकुर्वन्दिन संशयः केशद्वयं मुखे तस्य विद्यते शृणुदुदिगे प्राणिनां संशयं विद्धि तत्क्षणे हीनसंशयः स्वस्थाने संस्थितस्यापि प्रजापत्यस्य वैमुखे तद्वीर्यं रसरूपेण पददेनात्र संशयः मुखेन पिपदे वीर्यं तेन मत्तः प्रजायते तालमध्यप्रदेशे च चञ्चलत्वेन वर्तते इडाजपिङ्गला नाडी सुषुम्नाख्या च संस्थिता सुबलेनापि तस्यैव नाटिका जालपञ्चरे कामकण्डुर्भवेद्दूरि सर्वेषां प्राणिनां किल पुंसश्च स्फुरदे लिङ्गं नार्या योनिश्च दूदिके स्त्रीपुंसौ सम्प्रमत्तौ दु व्रजतः सङ्गमं तदः कायेन काय संहृष्टिर्मैथुनेन हि जायते क्षणमात्रं सुखं काये पुनः कण्ठूश्च तादृशी सर्वत्र दृश्यते दूदि भाव एवं विध किल व्रजत्वमात्मनस्थानं नैवास्त्यत्र अपूर्वता अपूर्वं नास्ति मे किञ्चित् करोम्येव न संशयः इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे त्रिपञ्चाशत्तमोऽध्यायः ॐ